पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 6 भीष्म उवाच देवानां दानवानां च गन्धर्वोरगरक्षसाम् उत्पत्तिं विस्तरेणे मां गुरो ब्रूहि यथाविधि हुलस्त्य उवाच सङ्कल्पाद्दर्शनात्स्पर्शात् पूर्वेषां सृष्टिरुच्यते दक्षात् प्राचेतसा दूर्ध्वं सृष्टिर्मैथुनसम्भवा यथा ससर्ज चैवासौ तथैव शृणु कौरव यदासु सृजतस्तस्य देवर्षिगणपन्नगान् न वृद्धि मगमल्लोकस्तदा मैथुनयोगदः दक्षपुत्रसहस्राणि तदासिज्ञामजीजनद तांस्तु दृष्ट्वा महाभागान् शिश्रुक्षून्विविधाः प्रजाः नारदः प्राह हर्यश्वान् दक्षपुत्रान् समागतान् भुवःप्रमाणं सर्वं तु ज्ञातोर्ध्वमथ एव वा तदसृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः ते तु तद्वचनं श्रुत्वा प्रयातात् सर्वतो दिशम् अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः अर्यश्वेषु प्रनष्टेषु पुनर्दक्षः प्रजापतिः वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः शबलाश्वनामते च समेता सृष्टिकर्मणि नारदोऽनुगतान् प्राह पुनस्तान् पूर्ववन्मुनिः भुवःप्रमाणं सर्वं तु ज्ञात्वा भ्रातृनथो पुनः आगत्य च पुनः सृष्टिं करिष्यथ विशेषतः तेऽपि तेनैव मार्गेण जग्मुर्भ्रातृनुगास्तदा ततः प्रभृति न भ्राधुकनीयान्मार्गमिच्छति अन्वेष्ठा दुःखमाप्नोति तेन तत्परिवर्जयेद ततस्तेष्वपि नष्टेषु षष्टिं खन्या प्रजापतिः वीरिण्यां जनयामास दक्षप्राचेतसस्तदा प्रादात्स दशधर्माय कश्यपाय त्रयोदश विंशतिसप्तसोमाय सदस्रोरिष्टनेमिने द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते द्वे चैवाङ्गिरस्य प्रादातासां नामानि विस्तराद शृणुत्वं देवमातॄणां प्रजाविस्तारमादितः अरुन्धती वसुर्जामिर्लम्बा भानुर्मरुत्वदी सङ्कल्पा च मुहूर्ता च साध्या विश्वा च भामिनी धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोध मे विश्वे देवास्तु विश्वाया साध्या साध्या नजीजनद मरुत्वत्यां मरुत्वं तो वसोस्तु वसवस्तथा भानोस्तु भानवो जाता मुहूर्ताया मुहूर्तजाः लम्बायां कोशनामानो नागवीधिदु जामिजा पृथिवीतलसम्भोद मरुं धत्यामजायद सङ्कल्पायास्तु सङ्कल्पा वसुसृष्टिं निधारय ज्योतिष्मतंश्च ये देवा व्यापकाः सर्वतो दिशं वसवस्ते समाख्यादास्तेषां नामानि मे शृणु आपो ध्रुवश्च सोमश्च धरश्चैवानिलो नलः प्रत्योषश्च प्रभासश्च वसवोष्ठौ प्रकीर्तिताः आपस्य पुत्राश्चत्वारस्रान्दो वैतण्ठ एव च अभिशान्दो मुनिर्वब्रूर्यज्ञरक्षाधिकारिणः ध्रुवस्य कालपुत्रस्तु वर्चा सोमादजायत द्रविणो हव्यवाहश्च धरपुत्रा विमौ स्मृतौ कल्पां तस्तस्तदः प्राणो रमणशिशिरोऽपि च मनोहरो धवश्चाध शिवो वाधहरे सुदाः शिवो मनोजवं पुत्रमविज्ञातगतिप्रदम् अवाप चानलपुत्रानग्निप्रायगुणांस्तदः तत्र शाखो विशाखश्च निगमेषु स्वयम्भुवः अपत्यं कृत्तिकानां च कार्तिकेयस्ततः स्मृतः प्रत्यूषस्य ऋभुः पुत्रो मुनिर्नामाथ देवलः विश्वकर्मा प्रभासस्य पुत्रशिल्पी प्रजापतिः प्रासादभवनोद्यानप्रतिमाभूषणादिषु तडाकारामकूपेषु त्रिदशानां च वर्धकिः अजैकपादहिर्बुध्न्यो विरूपाक्षोऽध रैवतः हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः सावित्रश्च जयन्तश्च पिनाकी चापराजितः ये दे रुद्रासमाख्यादा एकादश गणेश्वराः येषां मानसानां तु त्रिशूलवरधारिणां कोट्यश्चतुरशीधिस्तु तत्पुत्राश्चाक्षयामताः दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः ये देवै पुत्रपौत्राश्च सुरभी गर्भसम्भवाः कश्यपस्य प्रवक्ष्यामि पुत्रपौत्रादिपत्नीषु अदिदिर्दिदिर्धनुश्चैव अरिष्टासुरसा तथा सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा कद्रूकसा मुनिस्तद्वत्तासु पुत्रान्निबोधमे तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः वैवस्वतेन्दरे चैव आदित्या द्वादश स्मृताः इन्द्रो दादा भगस्त्वष्टा मित्रोऽध वरुणोर्यमा विवस्वान् सविता भूषा अंशुमान् विष्णुरेव च ये दे सहस्रकिरणा आदित्याद्दाद्वशस्मृतः मारीचात्कश्यपा जाताः पुत्रास्ते दिदिनन्दनाः कुशाश्वस्य ऋषे पुत्रा देवप्रकरणा स्मृताः ये दे देवगणास्तादप्रतिमन्वन्तरेषु च उत्पत्यं ते विलीयं ते कल्पे कल्पे तथैव च दिदिः पुत्रद्वयं लेभे कश्यपादिदिनश्रुतं हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयं प्रह्लादश्चानुह्लादश्च संह्लादोह्लाद एव च प्रह्लादपुत्रा आयुष्मान् शिबिर्बाष्कलिरेव च विरोचनश्च दुर्धस्तु सबलिं पुत्रमाप्तवान् बले पुत्रशतं त्वासीत् बाणज्येष्ठं ततो नृप धृतराष्ट्रस्तथा सूर्यो विवस्वानं श्युतापनः निकुम्भनामा गुर्वक्षकुक्षिर्भौमोधभीषणः एवमन्ये दु बहवो बाणो ज्येष्ठो गुणाधिकः बाणसहस्रबाहुस्तु सर्वास्त्रगुणसंयुधः तपसा तोषितो यस्य पुरे वसति शूलधृत महाकालत्वमगमत्सार्ध्यं यस्य पिनाकिनः हिरण्याक्षस्य पुत्रो भूदन्धको नाम नामदः भूतसन्तापनश्चैव महानागस्तथैव च एतेभ्यः पुत्रपौत्राणां कोडय सप्तसप्ततिः महाबला महाकाया नानारूपा महौजसः धनुःपुत्रशतं लेभे कश्यपाद्वरदर्पितम् विप्रचित्तिप्रधानो भूदेशां मध्ये महाबलः द्विरष्टमूर्धा शकुनिस्तथा शङ्कुशिरोधरः अयो मुकशम्बरश्च कपिलो वामनस्तथा मरीचिर्मागधश्चैव हरिर्गजशिरास्तथा निद्राधरश्च केदुश्च केदुवीर्यश्च दक्रदुः इन्द्रमित्रग्रहश्चैव वज्रनाभस्तथैव च एकवस्त्रो महाबाहु वज्राक्षस्तारकस्तथा अशिलोमा पुलोमा च विकुर्वाणो महासुरः स्वर्भानुर्वृषपर्वा च एवमाद्या धनोसुदाः स्वर्भानोऽसुप्रभाकन्या शची चैव पुलोमजा उपदानवी मयस्यासीत्तथा मन्दोदरी कुहू शर्मिष्ठा सुन्दरी चैव चण्डा च वृषपर्वणः पुलोमा कालका चैव वैश्वनरसुते उभे बह्वपत्यो महासत्त्वो मारीचस्य परिग्रहः तयो षष्टिसहस्राणि दानवानां पुरा भवन् पौलोमान् पालखं जाश्च मारीचो जनयत्पुरा अवध्याये नराणां वै हिरण्यपुरवासिनः चतुर्मुखा लब्धवरा येहदा विजयेन तु विप्रचित्तिसिंहिकायां नवपुत्रानजीजनत हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश कंसशङ्खश्च राजेन्द्र नलो वादापिरेव च इल्वलो नमुच्चिश्चैव घसृमश्चां जनस्तथा नरककालनाभश्च परमाणुस्तथैव च कल्पवीर्यश्च विख्यातो धनुवंशविवर्धनः संह्लादस्य तु दैत्यस्य निवातकवचाकुले अवध्याः सर्वदेवानां गन्धर्वोरगराक्षसाम् ये हदा बलमाश्रित्य अर्जुनेन रणाजिरे षट्कन्या जनयामास ताम्रामारीजवीर्यदः शुकीं श्येनीं च भासीं च सुगृध्रीं गृध्रिकां शुचिं शुकी शुकानुलूकांश्च जनयामास धर्मदः श्येनी श्येनांश्च भासी च पुररानप्यजीजनद गृध्रिगृध्रान् सुगृध्री च पारावदविहङ्गमान् हंससारसकारम्दप्लवान् शुचिरजीजनद एते ताम्रासुधा प्रोक्ता विनताया निशामया गरुडपदकश्रेष्ठोरुणश्चेशः पदत्रिणां सौदामिनी तथा कन्या येयं नभसि विश्रुता सम्पादिश्च जडायुश्च अरुणस्य सुदावुभौ सम्पादिपुत्रो बभ्रुश्च शीघ्रगश्चादिविश्रुतः जडायो कर्णिकारश्च शदगामी च विश्रुतौ तेषामसङ्ख्यमभवत्पक्षिणां पुत्रपौत्रकं सुरसायां सहस्रं तु सर्पाणामभवत्पुरा सहस्रशिरसां कद्रूसहस्रं प्राप सुव्रता प्रधानास्तेषु विख्याता षड्विंशतिरचिन्तम शेषवासुकिकर्कोटशङ्खैरावदकम्बलाः धनञ्जयमहानीलपद्माश्वतरतक्षकाः येलापत्रमहापद्मधृतराष्ट्रबलाहकाः शङ्खपालमखाशङ्खपुष्पदंष्ट्रं शुभाननाः शङ्खरोमा च नकुशो रमणः पणिनस्तथा कपिलो दुर्मुखश्चापि पदञ्जलिमुखास्तथा येषामनन्दमभवत् सर्वेषां पुत्रपौत्रकं प्रायशो यत्पुरा दग्धं जनमे जयमन्दिरे रक्षोगणं क्रोधवशा सुनामानमजीजनद दंष्टृणां नियुधं तेषां भीमसेना दगात्क्षयं दंष्टृगोमायुकागादीन्महिषीर्गोवराङ्गनाः सुरभिर्जनयामास कश्यपात्रितयं पुरा मुनिर्मुनीनां च गणं गणमप्सरसां तथा किन्नरगन्धर्वानरिष्ठा जनयद्बहून् तृणवृक्षलता गुल्ममिरा सर्वमजीजनतत खसादु यक्षरक्षांसि जनयामास कोडिशः यदे कश्यपदायादा शदशोध सहस्रशः यशमन्वन्तरे भीष्म सर्गस्वारोचिषे स्मृतः ततस्त्वेको न पञ्चाशन्मरुतः कश्यपादितिः जनयामास धर्मज्ञ सर्वानमरवल्लभान् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे षष्ठोऽध्यायः ॐ